नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे णिच् इति. सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् प्रत्ययः विधीयते. णिच् प्रत्ययः आर्धधातुकप्रत्ययः, अतः अत्र आर्धधातुकप्रक्रिया आश्रियते. धातुतः यदा णिच् प्रत्ययः भवति तदानीम् आर्धधातुकप्रक्रिया आश्रियते, सार्वधातुकप्रक्रिया नास्ति. यतोहि प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः अस्ति चेत् सामान्यतया इडागमचिन्तनं भवति, अत्रापि भवेत्. परन्तु द इडागमार्थं सूत्रमस्ति अर्धधातुकसेड् वलादेः इति सूत्रं. तर्हि वलादि आर्धधातुकप्रत्ययः अस्ति चेदेव इडागमः भवति अथवा इडागमस्य चिन्तनं भवति. अत्र णिच् प्रत्यये इत्सन्यक वर्णयोः लोपानन्तरम् इ इत्येव अवशिष्यते, अतः इ इति वलादिः नास्ति इति कृत्वा अत्र इडागमचिन्तनं न भवति. यद्यपि आर्धधातुकप्रत्ययः तथापि इडागमचिन्तनं न भवति, परन्तु अत्र आर्धधातुकप्रक्रिया एव अस्ति. तर्हि तत्र प्रेरणार्थे णिच् इति पठनार्थं तत्र किमपेक्षितम् इति चेत् कतिचन सूत्राणि, संज्ञासूत्राणि अपेक्षितानि. प्रथमतया कर्तृसंज्ञाविधायकसूत्रं स्वतन्त्रकर्ता. क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. तर्हि कस्य कर्तृसंज्ञा भवति इति चेत् तत्र वक्तुः विवक्षानुगुणं क्रियायां यस्य स्वातन्त्र्यम् अस्ति, यः प्रधानः अस्ति, अथवा यस्य कर्तृरूपेण विवक्षा अस्ति, तस्य कर्तृसंज्ञा भवति. तत्र बहूनि कारकाणि भवन्ति क्रियायाः जनने, क्रियाजनकत्वे बहूनि कारकाणि भवन्ति. तेषु कर्तृकारकम् इत्यपि समं कारकं, परन्तु कर्तृकारकं प्रधानं भवति. यतोहि स्वतन्त्रकर्ता इति सूत्रेण तस्य कर्तृसंज्ञा भवति. तर्हि वाक्ये कर्तुः प्राधान्यं भवति, यतोहि क्रियायां स एव स्वतन्त्रेण विवक्षितः अस्ति इति कृत्वा अन्यकारकाणाम् अपेक्षा नास्ति. एकस्मिन् वाक्ये कर्ता अस्ति चेत् पर्याप्तमस्ति, तथा न भवितुमर्हति अन्येषां कारकाणां. सर्वदा कर्तुः अपेक्षा वर्तते एव, अन्यकारकाणाम् अन्यकारकैः क्रियाजननार्थम् अत्र कर्तृसंज्ञा अपेक्षिता एव. अनन्तरं तत्र अत्र प्रेरणार्थे णिच् प्रसङ्गे तत्प्रयोजको हेतुश्च इति सूत्रम् अधीतं. यः स्वतन्त्रः अस्ति सः एव कर्ता इति उक्तं. तर्हि प्रयोजकः निजन्तवाक्ये प्रयोजककर्ता भवति, तस्य का गतिः, तस्य कर्तृसंज्ञा कथं भवति इति चेत् तत्प्रयोजको हेतुश्च इति सूत्रेण तस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. इत्युक्ते तत्र प्रयोज्यकर्ता एव स्वतन्त्रकर्ता, सः एव क्रियां जनयति स्वतन्त्रकर्ता. परन्तु तं तादृशप्रयोज्यकर्तारं कः प्रेरयति इति चेत् प्रयोजककर्ता. तर्हि प्रयोजककर्तुः कर्तृसंज्ञा कथं भवति इति चेत् तत्प्रयोजको हेतुश्च इति सूत्रेण प्रयोजककर्तुः कर्तृसंज्ञा भवति, अपि च तत्र हेतुसंज्ञा अपि भवति. हेतुसंज्ञा अपि अपेक्षितः अस्ति, स एव हेतुमान् व्यापारे, हेतुमतीव्यापारे स एव हेतुः भवति. यत्र निजन्तव्यापारः अस्ति हेतुमतीव्यापारे, कः हेतुः भवति व्यापारे इति चेत् केन कारणेन तत्र क्रिया सम्भवति इति, सः एव प्रयोजककर्ता, तस्य हेतुसंज्ञा भवति. अतः हेतुसंज्ञायाः अपि प्रयोजनमस्ति. कर्तृसंज्ञा अस्ति, यतोहि कर्तृसंज्ञा तस्य नास्ति चेत् तस्य प्रथमविभक्तिः न सम्भवति. अत्र गमयति, पाठयति इत्यत्र, पाठयति इत्यत्रेण कः कर्ता उक्तः अस्ति इति चेत् प्रयोजककर्ता एव उक्तः. अतः तस्य प्रथमाविभक्तिः इष्यते. तत् कथं लभ्यते इति चेत् कर्तृसंज्ञाद्वारा एव लभ्यते. अतः कर्तृसंज्ञा अपेक्षिता अस्ति प्रयोजककर्तुः. अतः प्रयोजककर्तुः कर्तृसंज्ञा अपि अस्ति, हेतुसंज्ञा अपि अस्ति. अनन्तरं मम ध्वनिः श्रूयते खलु? हा भगिनि. अस्तु अस्तु. अनन्तरम् अस्माभिः हेतुमति च इति सूत्रमपि अधीतम्. अत्र प्रेरणार्थे णिच् प्रसङ्गे णिच् प्रत्ययस्य विधानार्थं सूत्रं, विधायकसूत्रं किम् इति चेत् हेतुमति च इति सूत्रं, यत्र हेतुमतिव्यापारे इत्युक्ते यस्मिन् व्यापारे हेतुः अस्ति प्रयोजककर्ता तादृशव्यापारे प्रेषणादौ तत्र व्यापारः भिन्नभिन्नरीत्या भवति. कीदृशव्यापारः इति चेत् प्रेषणम् अध्येषणम् अनुमितिः प्रेरणा इत्यादिरूपेण व्यापारः भवति. तादृशव्यापारे सति यत्र प्रयोजककर्ता हेतुः रूपेण अस्ति तदानीं धातुतः निच्प्रत्ययः विद्यते, प्रेरणार्थे निच्प्रत्ययः विद्यते. अतः हेतुमती च इति सूत्रं विधायकसूत्रमस्ति अत्र. तर्हि इदानीं तावद् अस्माभिः प्राप्तम्. इदानीं प्रेषणादौ इति उक्तं, प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात् इति. तर्हि प्रेषणादौ नाम किम् इति अग्रे अत्र उच्यते, तद् इदानीं वयं पठामः. वंशी भगिनी पठति वा? अस्तु, तर्हि विजया भगिनी पठतु. अस्ति वा वंशी भगिनी? किञ्चित् अनन्तरं पठितुं किञ्चित् अनन्तरं पठितुं शक्नोमि भगिनि, कार्यव्यवस्था. अस्तु अस्तु अस्तु. विजयलक्ष्मी भगिनी पठतु. माम् उक्तवती वा भगिनी? आं, विजयलक्ष्मी भगिनी. आम् कुतः अत्र प्रेषणादौ इत्युक्तं ततः वा? सत्यं सत्यम्. अत्र प्रेषणादौ इत्युक्तं विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति. अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्यां. बालमनोरमा इति सिद्धान्तकौमुदीटीकाग्रन्थे दीयते प्रेषणात् प्रेषणादावित्यादि प्रेषणादौ इत्यादि शब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणं तत्र भृत्यादेः निकृष्टस्य पदविच्छेदं कृत्वा पठतु. पदविच्छेदं कृत्वा पठतु. प्रेषणादौ प्रेषणादाव प्रेषणादौ इति आदि इत्यादि शब्देन अध्येषणा अनुमति उपदेशादीनां ग्रहणं. सम्यक्. अग्रे तत्र भृत्यादेर् निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञेत्यर्थः. समानस्य अधिकस्य च सख्याचारी आदेः प्रवर्तना अध्येषणम् अनुमति राजादेः सम्मतिः. ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना उपदेशः. हननाद्भीत्या पलायमानस्य निरोध आचरणम् अपि प्रयोजकव्यापारः. अत्र हेतुमस्य विवरणम् एव अग्रिमपरिच्छेदे अस्ति, अतः तदपि पठ क्रमेण. प्रेषणादौ इत्यादि शब्देन अध्येषणा अनुमति उपदेशादीनां ग्रहणम् अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना प्रेरणा भवति इत्युक्तम्. तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इत्यर्थः. स्वामी कर्मचारिणा कार्यं कारयति. समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना अध्येषणम् सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति. अनुमतिः राजादेहे सम्मतिः. राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति. ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तन उपदेशः. वैद्यः रोगिणं तिक्तम् औषधं पाययति. हननात् भीत्या पलायमानस्य निरोधाचरणम् अपि प्रयोजकव्यापारः अनुग्रहः. दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति. दुर्जनस्य हन्तारं प्रति अनुग्रहः. अत्र हेतुमति च सूत्रे प्रेषणादौ वाच्ये इति दत्तमस्ति. तत्र प्रेषणादौ इति पदस्य भिन्नभिन्न अर्थाः सन्ति. तस्य अत्र विवरणं दीयते. क्रमेण अध्येषणा अनुमति उपदेशादीनाम् इति त्रयाणां प्रेषणादौ इति शब्दे ग्रहणं भवति. अत्र विभिन्नरीत्या कार्यस्य प्रवर्तना प्रेरणा भवति इति अर्थः. यदि भृत्यादेः इत्युक्ते कर्मकरः वा कर्म सर्वेण्ट् इत्यर्थे वा? या यत्र यत्र आज्ञा भवति इत्युक्ते प्रेषणम् इत्युक्ते अत्र किम् उक्तं समानस्य अधिकस्य च सख्य आचार्यादेः सख्य आचारी नास्ति सख्य आचार्यः आदेः प्रवर्तना अध्येषणा इत्युक्ते यत्र समानस्य यत्र मित्रद्वयं वर्तते तत्र द्वयोः स्थानं समानमस्ति. समानस्य अथवा अधिकस्य इत्युक्ते यस्य इत्युक्ते एक अन्यस्य अपेक्षया यस्य अधिकारः अधिकः वर्तते यथा तत्र कर्मकरः अपि च स्वामी अथवा शिष्यः अपि च गुरुः इति तादृशसन्दर्भे अधिकस्य एकस्य अधिकारः अधिकः भवति अन्यस्य अपेक्षया तादृशसन्दर्भे. तत्र सर्वत्र यत्र भवति तदेव अध्येषणा इति वयं वदामः. यदि समानः भवति तदा अध्येषणा इति वा? आम्, समानः अथवा अधिकस्य समानस्य अथवा अधिकस्य च आचार्यादेः समानस्य अधिकस्य इत्युक्ते समानस्य इत्युक्ते सख्य सख्य इत्युक्ते मित्रस्य मित्रयोः व्यवहारः. अधिकस्य इत्युक्ते आचार्यादेः द्वयोः आचार्य अत्र ग्रहणम् अध्येषणा इति शब्देन पदेन सत्यम्. अनन्तरं सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति तत् अनुमतिः इति वा? हा, अनुमतिः इत्युक्ते तत्र राज्ञः आज्ञां यः पालयति अहमेवं करोमि वा इति राज्ञः आज्ञां वयं स्वीकुर्मः खलु, तदेव अनुमतिः. अनुमतिः इत्युक्ते पर्मिशन् इत्यर्थे. सम्मतिः तदेव राजादेः सम्मतिः. अप्रूवल् अप्रूवल् अस्माकं वयं राज्ञः समीपे गत्वा कृपया अनुमतिं ददातु इति प्रार्थयामः तदानीं राजा सम्मतिं ददाति. तत्र अनुमति इति अर्थः भवति. पुनः यदि वैद्यः कषायादि औषधं दत्त्वा रोगिणं पाययति तदा उपदेशः इति अर्थे प्रेषणशब्दस्य अर्थः तत्र उपदेशः इत्यर्थे भवति. अनन्तरं हननात् भीत्या यदि कोऽपि पलायनं करोति दुर्जनः तं धृत्वा यदि मारयति तदा दुर्जनस्य हन्तारं प्रति अनुग्रहः इति अपि अत्र प्रेषणम् इति पदेन तस्यापि ग्रहणं भवति इति अत्र अस्ति. सत्यं. तर्हि अत्र सूत्रे सूत्रस्य व्याख्याने प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात् इति उक्तं. प्रेषणादौ इति उक्तं, प्रेषणम् इति एकम् उक्तं, परन्तु आदिः इति शब्देन अन्येषां सर्वेषां ग्रहणम्. अत्र यद् उक्तं तदेव इति नास्ति, इतोपि भिन्नरीत्या अपि भवितुमर्हति प्रवर्तना. तर्हि अत्र प्रेषणा प्रवर्तना कथं भवति इत्युक्ते प्रेरणा कथं भवति इति चेत् प्रेषणम् अध्येषण सम्मतिः उपदेशः अनुग्रहः इति एवं रूपेण भवति. तर्हि प्रेषणं नाम यत्र आज्ञा भवति तदेव प्रेषणं. यत्र कर्मकरः अस्ति तत्र स्वामी अस्ति, अनयोः मध्ये स्वामी आज्ञां ददाति, कर्मकरः पालयति, तत्र प्रेषणम्. अनन्तरम् अध्येषणं नाम यत्र मित्रत्वयस्य मध्ये यः व्यवहारः, एकं मित्रं वदति अन्यं प्रति एवं करोतु इति, तदानीं तत्र तु समानः स्तरः, द्वयोः अपि समानस्तरे एव इत्युक्ते द्वयोः किं तत्र समानमस्ति इत्युक्ते एकस्य अधिकः अधिकारः इति नास्ति. तादृशसन्दर्भे अध्येषण, अपि च अध्येषण इत्युक्ते अधिकस्य इति अपि भवति. यत्र आचार्यः अस्ति, शिष्यः अस्ति, तत्रापि अध्येषण इति एव वयं वदामः. यतोहि आदि आचार्यस्य किञ्चित् स्तरः उपरि अस्ति शिष्यस्य अपेक्षया. अनन्तरम् अनुमतिः अथवा सम्मतिः इत्युक्ते तत्र राज्ञः अथवा यः उच्च स्थाने अस्ति तं प्रति वयं किं सम्मतिं स्वीकुर्मः खलु. तत्र कार्यालये अपि एवं भवति. एकः अधिकारी यः अस्ति सः अन्यः यः तस्य अधः अस्ति तं प्रति सम्मतिं ददाति, तत्तु सम्मतिः. उपदेशः इत्युक्ते तत्र यत्र वैद्यः अस्ति अपि च रुग्णः अस्ति, अनयोः मध्ये यः व्यवहारः अस्ति तत्र उपदेशः अस्ति. वैद्यः वदति एवं करोतु, एवं करोतु, अत्र एतादृश औषधं स्वीकरोतु इति एवं रीत्या यत् वदति तदेव उपदेशः. अनन्तरम् अनुग्रहः इत्युक्ते अत्र कश्चन किं पलायमानः अस्ति हननात् भीत्या, तत्र अन्यः किं करोति इति चेत् तत्र तस्य निरोधाचरणं करोति. तत्र उदाहरणं वयं पश्यामः चेत् दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति, तदेव अनुग्रहः इति. तत्र किञ्चित् विपरीतरीत्या अस्ति अनुग्रहः इति, दुर्जनस्य हन्तारं प्रति अनुग्रहः इत्युक्ते तत्र दुर्जनः अस्ति, हन्ता अपि अस्ति. तर्हि एकः पलायमानः अस्ति, तत्र दुर्जनः किं करोति इति चेत् पलायमानं गृहीत्वा हन्तारं प्रति ददाति. तदानीं तत्र हन्तारः तत्र हन्ता तस्य हननकार्यं कर्तुं शक्नोति. अतः दुर्जनस्य अनुग्रहः अस्ति हन्तारं प्रति, न तु पलायमानं प्रति. अतः अत्र दुर्जनस्य हन्तारं प्रति अनुग्रहः इत्येवं रीत्या, एकस्य अनुग्रहः इत्युक्ते एकः अन्यं प्रति सहायं करोति, तदेव अनुग्रहः खलु. अतः केवलं हननात् भीत्या पलायमानस्य इति नास्ति, परन्तु अन्यत्रापि अनुग्रहः इति भवितुम् अर्हति इति. एवं रीत्या तत्र प्रयोजकव्यापारः एवं रीत्या भवति इति उदाहरणरूपेण एव तत्र दत्तानि एतानि सर्वाणि, परन्तु इतोपि अधिकमपि भवितुम् अर्हति इति स्मर्तव्यम्. अस्तु, इदानीं धातुतः णिच् प्रत्ययः भवति चेत् तदानीं नूतनधातुः लभ्यते इति वयं जानीमः. तत्र नूतनधातुः केन सूत्रेण भवति इति अग्रे उक्तं. तत्र शोभाभगिनी पठति वा? आं भगिनि. निजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण. सनाद्यन्ता धातवः गुप्तिज् किभ्यः सन् इत्यस्य सन् इत्यारभ्य कमेर्निङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्ताः धातवः इति अग्रे पठनीयं वा भगिनि तत् तावदुक्त्वा अनन्तरं पठतु हा सनात् इदानीं निजन्तधातोः धातुसंज्ञा भवत् केन सूत्रेण भवति इति विषयः तत्र भूवादयो धातवः इत्यनेन सर्वेषां धातूनां धातुसंज्ञा भवति इति जानीमः निजन्तप्रकरणे केन सूत्रेण धातुसंज्ञा भवति इत्युक्ते सनाद्यन्ता धातवः इति सूत्रेण तत्र गुप्तिज् किद्भ्यः सन् इति आरभ्य इत्यस्य सन् इति आरभ्य कमेर् निङ् इत्यस्य निङ् इत्यन्तं द्वादश प्रत्ययाः सन्ति ते द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा एतेन सूत्रेण भवति ते अपि धातवः भवन्ति इति तत्र उद्देशः इत्युक्ते इदानीम् आदिदेवधातुनिर्माणे एतस्य सूत्रस्य कार्यम् अपि च किन्तु सूत्रं तु संज्ञासूत्रमेव अपि च सन् आदौ इति आदौ सन् इति अस्ति इति कृत्वा तत्र सनादयः इति उच्यन्ते अपि च सनादयः अन्ते येषां ते धातवः सनाद्यन्ताः इति वक्तुं शक्नुमः सनाद्यन्ता तत्र सूत्रे सनाद्यन्ताः इति प्रथमान्तं भवति अपि च धातवः इति प्रथमान्तम् एव अन्ते सूत्रं स्वयं सम्पूर्णं सनाद्यन्ताः धातवः इति भवति द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः एकक्षणं भगिनि एकक्षणं सम्यक् सनाद्यन्ताः अपि च धातवः अनयोः कीदृशसम्बन्धः विशेषविशेषणं भवति तत्र कीदृशाः धातवः किं विशेषणं धातवः इति विशेष्यं सनाद्यन्ताः धातवः इति विशेषणं भवति किं विशेष्यं धातवः धातवः इति विशेष्यं वा तत्र हा विशेष्यम् आधारः भवति विशेषणं आधारे एव अस्ति तस्मिन् एव विशेषणम् अस्ति इत्युक्ते धातुषु सनाद्यन्तत्वम् अस्ति इति वदति वा एतेषु धातुषु न भवति वा तत्र इत्युक्ते सनाद्यन्ताः विशेषणम् इत्यस्य कार्यं किम् अस्ति विशेषणं पोषणं करोति तत्र आधारस्य विशेष्यस्य पोषणं न इति नास्ति तत्र व्यावर्तनमेव विशेषणं विशेषणस्य कार्यं व्यावर्तनं अन्येभ्यः अस्तु अन्येभ्यः व्यावर्तनमेव विशेषणस्य कार्यम् अत्र धातुः इति विशेष्यम् अस्ति चेत् सनाद्यन्ताः इति व्यावर्तनम् अस्ति वा इत्युक्ते तत्र उद्देश्यविधेयभावः अस्ति वा तत्र उद्देश्यविधेयभावः अस्ति तस्य विषये चिन्तनं कुर्मः परन्तु अत्र विशेषणविशेषभावः कयोः अस्ति विशेषणविशेषभावे किं विशेष्यं किं विशेषणं तत्र तत्र सनाद्यन्ताः इति विशेष्यं भवति चेत् ओ के सनाद्यन्ताः सन्ति इत्युक्ते धातवः इति भवति वा हा इत्युक्ते अस्य सूत्रस्य कार्यं किं संज्ञा एव संज्ञासूत्रम् अस्ति संज्ञां इत्युक्ते एते धातवः सनाद्यन्ताः भवन्ति इति वदति न न न सन् आदि येषाम् अन्ते ते अपि धातवः इति वदति सनाद्यन्ताः इत्यत्र कीदृशसमासः सन् येषाम् अन्ते ते हा बहुव्रीहिसमासः अस्ति चेत् बहुव्रीहिसमासः किं भवति विशेषणमेव भवति खलु विशेषणमेव भवति खलु सत्यं भगिनि अतः सनाद्यन्ताः इति विशेषणं धातवः इति विशेष्यम् इति विशेष्यं सनाद्यन् इत्युक्ते अत्र बहुव्रीहिसमासः अस्ति इति कृत्वा सनाद्यन्ताः इति विशेषणं तत्र सनाद्यन्ताः इत्यनेन सन्नादौ येषां ते इति यदा वदति तत्र सनाद्यन्ताः इति यदा वदति बहुव्रीहिसमासः बहुव्रीहिसमासेन कस्य उल्लेखः इति चेत् दातवः इत्यश इत्यस्यैव उल्लेखः अतः यथा भवती उक्तवती सनाद्यन्ताः इति विशेषणं न भवती किं तदेव उक्तवती खलु सनाद्यन्ताः इति विशेषणं धातवः इति विशेष्यं परन्तु यद्भवती उक्तवती तस्य प्रतिपादनं कर्तव्यं खलु किमर्थं धातवः सम्यक् नासीत् आम् आम् आम् इत्युक्ते तत्र सन् आदौ येषां ते सनादयः इति भवति तेन बहुव्रीहिः समासः भवति तेन कारणेन विशेषविशेषणं भवति इति इत्युक्ते अत्र अत्र इतोपि किञ्चित् चिन्तनीयं भवति तत्र सनाद्यन्ता धातवः इत्यत्र सनाद्यन्ताः इत्यस् इति कस्य विशेषणम् अस्ति इति प्रश्नः सनाद्यन्ताः अस्मिन् सूत्रे सनाद्यन्ताः धातवः इत्यत्र अत्र तु प्रत्ययः परश्च धातोः इति अधिकारः अपि अस्ति खलु एतेषां सर्वेषाम् अधिकारः अस्ति तर्हि इदानीं सनाद्यन्ताः इत्युक्ते सन् आदौ एष किमस्ति विग्रहवाक्यं किमस्ति सनादयः येषां ते तत्तु अभवत् अनन्तरं सनादयः येषाम् अन्ते सन् आदौ येषां ते सनादयः इत्युक्ते अत्र पश्यन्तु अत्र कति समासाः सन्ति अत्र अन्ते येषां ते सनाद्यन्ताः सनादयः तदपि इति बहुव्रीहिसमासद्वयमस्ति खलु अत्र तर्हि प्रथम बहुव्रीहिसमासेन किम् उक्तम् सन् आदौ येषां ते सनादयः सनादयः इत्यस्य कस्य विशेषणमस्ति सनादयः सनादयः धातवः न सनादयः प्रत्ययः प्रत्ययः सनादयः प्रत्ययः सनादयः प्रत्ययाः तत्र द्वादशप्रत्ययाः सन्ति खलु यत्र सन् इति प्रत्ययः आदौ अस्ति तादृशसन् क्यच् काम्यच् यङ् इत्यादयः ये प्रत्ययाः णिच् इत्यादयः तादृशप्रत्ययस्य विशेषणमस्ति सनादयः कीदृशप्रत्ययः सनादयः प्रत्ययः कीदृशप्रत्ययाः सनादयः प्रत्ययः तर्हि तत्र सनादयः तत्र सनादयः इति प्रत्ययस्य विशेषणं तर्हि इदानीं सनादयः इति प्रत्ययः प्रत्ययाः ये सन्ति तत्र पुनः बहुव्रीहिसमासः क्रियते तत्र कथं क्रियते सनादयः येषां धातूनाम् अन्ते ते धातवः सनाद्यन्ताः तत्र धातूनां अत्र यः धातुः अस्ति सः धातुः भिन्नः अत्र ये अत्र सनाद्यन्ताः धातवः इत्यत्र यः धातवः सन्ति तत्तु भिन्नम् अतः सनाद्यन्ताः इति विशेषणम् अत्र यः धातवः इति पदमस्ति तस्य नास्ति इत्युक्ते अत्र मूलतः कश्चन धातुः अस्ति खलु औपदेशिकधातुः तस्मात् सनादिप्रत्ययः विधीयते खलु सत्यं तदानीमेव सनाद्यन्ताः इति भवन्ति खलु सत्यम् इत्युक्ते तत्र चुर् इति स्वीकृत्य चुर् इति तत्र सत्यापपाश इत्यनेन णिच् भवति किन्तु इदानीं प्रेरणार्थे यदा औपदेशि आतिदेशिकधातुं निर्मा किं तत्र धातूनां निर्माणं कुर्मः निर्माय तत्र आतिदेशिकधातुं प्राप्नुमः इति हेतुमति च क्षमतां हेतुमति च इत्यनेन प्रेरणार्थे आतिदेशिकधातुं पुनः वदतु चुर् योगः णिच् चुर् योगः णिच् इति स्थितौ सनाद्यन्ताः इति कथं वक्तुं शक्नुमः प्रथमं चुर् चुरादिगणे चुर् इति अस्ति चेत् तत्र तु सत्यपपाश इत्यनेन निच् भवति तदनन्तरं अस्तु केन सूत्रेण निच् भवति तत्सर्वं त्यजतु चुर् इति अस्ति चेत् तत्र सत्यापपाश इत्यनेनैव निच् भवति इति नास्ति हेतुमति च इत्यनेनापि भवितुम् अर्हति ओ तर्हि तत्र प्रथमं सत्यापपाश निच्द्वयं भवति निच्द्वयं भवति अतः इदानीं तत् त्यजतु इदानीं पट् धातु स्वीकरोतु पट् धातुं स्वीकृत्य वदतु पट् धातु प्रेरणार्थे तस्य औपदेशिकधातुं प्राप्नुमः इति इच्छा अस्ति चेत् हेतुमति च इति सूत्रस्य कार्यं भवति तत्र पट् योगः इदानीं निच् अपेक्षितं तत्र तु प्रेरणार्थे हेतुमति च इत्यनेन पट् योगः णिच् तत्र शप् अपि आगच्छति भगिनी भगिनी इदानीम् अस्माकं प्रक्रियायाः विषये चिन्तनं नास्ति कथं भवति इति वयं सर्वे जानीमः परन्तु अत्र मम प्रश्नः अस्ति सनाद्यन्ताः इत्यस्य विवरणं कथं वक्तुं शक्नुमः इत्येव प्रश्नः पट् इति दातुं स्वीकृत्य सनाद्यन्ताः इति कस्य उल्लेखः इति प्रतिपादयतु अस्तु सनाद्यन्ताः धातवः इति स्वीकृत्य तत्र पट् इति अत्र सनाद्यन्ताः धातवः धातवः इति पदं त्यजतु केवलं सनाद्यन्ताः एव अस्तु सन् इत्युक्ते अन्ते येषां ते सनाद्यन्ताः इत्यस्य विवरणं भवति चेत् पट् इत्यस्य अन्ते यदि तत्र सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् णिङ् इयङ् णिच् यक् आया यङ् इत्येतेषां धातूनाम् अन्यतमः क्षम्यतां प्रत्ययानां प्रत्ययेषु अन्यतमः पट् इत्यस्य योगे भवति चेत् योजयामः चेत् तत्र इदानीं पट् इति सनाद्यन्तधातुः इति उच्यते न पट् इति सनाद्यन्तधातुः नास्ति पट् योगः सन् इति सनाद्यन्तः पट् योगः सन् तदेव तदेव सन् पट्योगः सन् पट्योगः णिच् पट्योगः यङ् इति यद् यद् शब्दरूपम् अस्ति तदेव सनाद्यन्ता दातवः शब्दरूपमेव सनाद्यन्ताः तादृशशब्दरूपं यत् सनाद्यन्ताः शब्दरूपाणि यानि सनाद्यन्ताः सन्ति तस्य धातुसंज्ञा भवति अतः सनाद्यन्ता दातवः इत्यत्र सनाद्यन्ताः इति धातवः इत्यस्य विशेषणं नास्ति इति अत्र अवगन्तव्यं सनाद्यन्ताः इत्यस्य कः अर्थः इति चेत् यस्य अन्ते सन् प्रत्ययः अस्ति कस्य अन्ते सन् प्रत्ययः भवति पट् इति धातोः अन्ते सन् प्रत्ययः भवति अतः सनाद्यन्ताः कः इति चेत् पट् योगः सन् इति यत् शब्दस्वरूपम् अस्ति तदेव सनाद्यन्तः अस्ति एवमेव चुर्योगः णिच् इति यत् शब्दस्वरूपम् अस्ति तदेव सनाद्यन्तः अथवा काद्योगः णिच् इति अस्ति तत् शब्दस्वरूपं सनाद्यन्तः अस्ति तस्य इदानीं नूतनतया धातुसंज्ञा विधीयते अतः सनाद्यन्तम् उद्दिश्य अथवा सनाद्यन्तान् उद्दिश्य अत्र धातवः इति संज्ञा विधीयते इति वक्तव्यम् इत्युक्ते यद् भवती वदति यदा पट् योगः सन् इति स्थित्याम् एव सनाद्यन्तः इति वक्तुं शक्नुमः इति वा सत्यं यस्य अन्ते सन् प्रत्ययः अस्ति तादृशशब्दस्वरूपमेव सनाद्यन्तः अस्ति तादृशशब्दस्वरूपस्य धातुसंज्ञा इति संज्ञा विधीयते अनेन सूत्रेण तस्मिन् क्षणे एव भवति इत्युक्ते प्रक्रिया न अपेक्षितम् एतस्य सूत्रस्य अन्वयस्य कृते यदा प्रक्रिया तु अनन्तरं भवति परन्तु यदा हि प्रत्ययः विधीयते तदानीमेव सनाद्यन्तः भवति तदेव अस्तु यदा प्रत्ययः विधीयते विधायकसूत्रेण यथा हेतुमति च इति सूत्रेण निष्प्रत्ययः धातुतः यदा विधीयते तदानीं यः शब्दस्वरूपं लभ्यते पट् योगः णिच् इति शब्दस्वरूपं तदेव सनाद्यन्तः अस्ति तस्य इदानीं पूर्वं धातुसंज्ञा नासीत् तस्य, इदानीं धातुसंज्ञा विधीयते, नूतनतया विधीयते, अतः एव विधानम् इति वदामः. धातवः इति संज्ञा नास्ति. पूर्वं पट्टित्यत्र यः धातुसंज्ञा आसीत् सः धातुसंज्ञा भिन्ना, सः तु भुवादयो धातवः इत्यनेन धातुसंज्ञा, अतः सः धातुसंज्ञा सा संज्ञा भिन्ना. परन्तु इदानीं पट्योगः यस्य अन्ते अस्ति तादृशस्य. सम्यक् न श्रूयते भगिनि, भग्नः जातः. न न, पट्योगः सन् इति अस्ति, तत्र पट् धातुतः सन् इति प्रत्ययः अस्ति, अतः तत्र पट् इति सन् पट्योगः सन् इति शब्दस्वरूपमेव सनाद्यन्तः अस्ति. तादृशं शब्दस्वरूपम् उद्दिश्य, सनाद्यन्तम् उद्दिश्य अत्र नूतनतया धातुः इति संज्ञा भवति अनेन सूत्रेण. एकः प्रश्नः, तत्र शब्दस्वरूपम् इत्यनेन तत् इत्युक्ते तादृशं प्रयोगः अर्थः कः तत्र भगिनि, कुत्र कुत्र वक्तुं शक्नुमः तत्र शब्दस्वरूपं? पट्योगः, पट्योगः णिच् इत्यत्र इदानीं पट्योगः णिच् इति सनाद्यन्तः अस्ति. तत्र मया शब्दस्वरूपम् इति किमर्थम् उक्तमिति चेत् सनाद्यन्तः अस्ति. सनाद्यन्तः कः इति चेत् पट्योगः सन् एव सनाद्यन्तः. तर्हि तत्र पट्योगः सन् इति किम् अस्ति इति चेत् कश्चन रूपमस्ति खलु, किञ्चित् रूपमस्ति खलु, पट्योगः सन् इति किञ्चित् रूपं, प्रक्रियायां प्रथमं सोपानम् अस्ति. अतः तादृशस्य स्वरूपस्य अत्र धातुसंज्ञा भवति, सनाद्यन्तस्य धातुसंज्ञा अनेन भवति. अवगतं भगिनि. तर्हि अतः अत्र सनाद्यन्ताः इति साक्षात् धातवः इत्यस्य विशेषणं नास्ति. भगिनि एकः प्रश्नः अस्ति, पृच्छामि वा? तत्र सनन्ताः धातवः किमर्थं न उक्तं? सनन्ताः इति वक्तुं शक्यते किल, सन् यस्य अन्ते अस्ति सनन्ताः. न, परन्तु अत्र केवलं सन् इति विषयः नास्ति, एकः एव नास्ति. अत्र तु अन्येषां प्रत्ययनमपि ग्रहणमस्ति खलु, ग्रहणं भवेत् इति कारण. अस्तु अस्तु, एवं वा, अस्तु अस्तु, समीचीनम् अस्तु. इदानीं तत्र कः इदानीं कोऽपि वदतु, मीना भगिनी वदतु, किम् अवगतम् अत्र इति सूत्रे. सनादिभ्यः धातवः इति सूत्रे तत्र सन् धातुतः सन् प्रत्ययः योजनेन तत्र नूतनधातु आगच्छति. तत्र सन् प्रत्ययः इति द्वादश प्रत्ययाः सन्ति. तत्र धातु औपदेशिकधातुतः योजनेन सन् प्रत्ययाः नूतनधातु इति आगच्छति. तत्र नूतनरूपम् आगच्छति. तत्र आदिदेशिकधातुः भवति. तस्मात् एव सनाद्यन्त्य धातवः इति तत्र संज्ञा भवति. तत्र औपदेशिकधातु तत्र भुआदेः धातवः इति सूत्रेण धातुसंज्ञा भवति. परन्तु अत्र धातुतः सन् आदिप्रत्ययः अत्र अस्माकं निच् प्रत्ययः एव सूचितमस्ति. तत्र निच् प्रत्ययः द्वादशप्रत्ययेषु एकप्रत्ययः अस्ति. तत्र तस्य प्रत्ययस्य योजनेन धातुतः औपदेशिकधातुतः तत्र नूतनधातु भवति. तस्मात् सनादन्त्यधातवः इति धातुसंज्ञा स्वीकरोति सूत्रेण. धातुसंज्ञा विधीयते इति वक्तव्यं, स्वीकरोति विधीयते. पट्योगः पट्योगः सन् इति यदा वदति तदेव सनाद्यन्तः अस्ति. तादृशसनाद्यन्तस्य धातुसंज्ञा विधीयते अनेन सूत्रे. धातुसंज्ञा विधीयते, सूत्रद्वयमेव अस्ति धातृसंज्ञा. औपदेशिकधातु पाणिनेः औपदेशिकधातुतः भूवादेः इति धातवः इति सूत्रेण धातुसंज्ञा भवति, स्वीकरोति. परन्तु अत्र औपदेशिकधातुतः सन्प्रत्ययः योजनेन नूतन धातु भवति तस् तादृश धातु अपि आदिदेशिकधातुः धातुसंज्ञा स्वीकरोति. हा, इत्युक्ते अत्र सम्यक् समीचीनतया उक्तवती. अत्र एकमेव वक्तुमिच्छामि, अत्र समासद्वयस्य विवरणं किम् इति वयं जानीमः, करपत्रे अस्ति. परन्तु पश्यन्तु अत्र काशिकायां किम् उक्तमिति चेत् सनाद्यन्ताः समुदायाः धातुसंज्ञाः भवन्ति. इत्युक्ते मया शब्दस्वरूपम् इति उक्तम्, अत्र तु काशिकाकारः समुदायः इति वदति. अत्र पट्योगः निच्, पट्योगः सन् इति यत् यः समुदायः अस्ति तस्य धातुसंज्ञा भवति. सः समुदायः एव सनाद्यन्तः अस्ति, न तु धातवः. तदानीं तत्र तादृशसमुदायस्य संज्ञा, धातुसंज्ञा विधीयते. इदानीं नूतनतया विधीयते, पूर्वमेव अस्ति इति नास्ति. पट्योगः सन् इत्यस्य धातुसंज्ञा नासीत् पूर्वं. तादृशसमुदायस्य, तादृशसमुदायः कः इति चेत् सनाद्यन्तः तादृशसमुदायः, तस्य धातुसंज्ञा विधीयते इति सूत्रार्थः. इदानीम् अवगतं वा शोभा भगिनी? समुदाय यत्र समुदायः भवति तस्मिन् क्षणे तस्य धातुसंज्ञा भवति इति, सनाद्यन्ता इति भवति. अतः सनाद्यन्ताः कः, सनाद्यन्ताः के इति चेत् सनाद्यन्ताः समुदायाः, सनाद्यन्ताः समुदायेषु केचन कश्चन प्रत्ययः आगच्छति. न, समुदायः प्रत्ययः नास्ति अत्र. अत्र समुदायः इत्युक्ते प्रत्ययः नास्ति. समुदायः इत्युक्ते धातोः अन्ते ये द्वादशप्रत्ययाः यदा भवन्ति तदानीं समुदायः भवति. पट्योगः सन् इति समुदायः, तदेव सनाद्यन्तः. सनादिप्रत्ययः यस्य अन्ते अस्ति, पट्योगः सन् इति समुदायः सनाद्यन्तः, अथवा पट्योगः णिच् इति समुदायः. तादृशसमुदायस्य नामकरणमस्ति धातुः इति. अस्तु, प्रत्ययः समुदायः नास्ति, परन्तु धातुतः प्रत्यययोजनेन तदनन्तरं समुदायः भवति. तदेव सनाद्यन्तः अस्ति. तादृशसमुदायस्य, तादृशसमुदायस्य इदानीं धातुः इति संज्ञा विद्यते, नूतनतया धातुः इति संज्ञा विद्यते. तर्हि संज्ञा अस्ति धातवः इति. संज्ञी, संज्ञी कः? संज्ञी सम्प्रत्ययः न, संज्ञी कः, कस्य नामकरणमस्ति धातवः इति? समुदायः, सनाद्यन्तः समुदायस्य, सनाद्यन्तसमुदायस्य धातुसंज्ञा. संज्ञी अस्ति, संज्ञी कः? संज्ञी इत्युक्ते संज्ञा अस्य अस्ति इति संज्ञी. संज्ञा अस्य अस्ति इति संज्ञी, तादृशसंज्ञी अस्ति समुदायः. अस्तु, स्पष्टमिति मन्ये. इदानीम् अग्रे गच्छामः. अस्तु, तर्हि अग्रे अरुणा भगिनी पठतु. आं भगिनि, द्वादशप्रत्ययाः सन्ति, तेषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति. सन् ह्यच् खाम्यच् कश् क्यङ् निङ् इयं निच् यक् आया यङ् इति. येषां प्रकृतिः वचन् प्रकृतिः कच्चित् धातुः कच्चित् प्रातिपदिकम्. येषु द्वादश पत्रयेषु अन्यतमः निच् एव. अतः निच् प्रत्ययस्य योजनेन चोरी, पाटी, देकि इत्यादयः यावन्ताः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकाः. एते आतिदेशिकदातवः औपदेशिकदातवः उपदिश्रम् इति भवादयो उपद्विसहस्रं ते द्वादयो दातवः इति सूत्रेण धातुसञ्ज्ञकः भवन्ति. अत्र सन् इति सन्नादौ इति चेत् द्वादशप्रत्ययः अस्ति तेषु योजनेन धातुतः सर्वे धातुतः विजयते. तद् योजनेन नूतनधातुः निष्पन्नं भवति. धातुः के प्रत्ययः के चेत् सन् क्यच् कामच् क्यष् क्यङ् किच् इयङ् निच् यक् आय यङ् इति तादृशदातवः प्रत्ययः. ते प्रत्ययः धातुतः वा आर् प्रतिपादिकमपि भवितुम् अर्हति. एषु द्वादशप्रत्यय निच् इत्र प्रत्यययोजनेन चूरि पाटि देहि इत्यादि यावन् धातवः भवन्ति ते एव सर्वसन्नादन्तनाद्यन्तदातव सूत्रेण धातुसञ्ज्ञकः भवति. वयं जानीमः इत्येव आतिदेशिकदातवः इति अन्यनामकरणमस्ति. औपदेशिकदातवः उपदिशस्रं ते भुवादयोः दातवः इति सूत्रेण धातुसञ्ज्ञकः भवन्ति. सामान्यतया औपदेशिकदातवः भुवादयौ दातवः सूत्रेण धातुसञ्ज्ञकः भवति. परन्तु सन्प्रत्ययोजनेन द्वादश सन्प्रत्ययाः योजनेन नूतनधातुः भवति. तदेव आतिदेशिकदातवः इति संज्ञा भवति. अति अपि नामकरणमस्ति. ते सनाद्यन्ताः दातवः सूत्रेण धातुसञ्ज्ञकः भवति. समीचीनं भगिनि, सम्यक्. अत्र कोऽपि प्रश्नः अस्ति वा? एतदेव पूर्वस्मिन् परिचये अपि दृष्टम्. अत्र के सनादयः के इति चेत् कन् क्यच् काम् यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आय् यङ् इति द्वादशप्रत्ययः एव सनादयः. एते सर्वे प्रत्ययाः किं धातुतः विधीयन्ते इति नास्ति. अत्र केचन प्रातिपदिकात् अपि विधीयन्ते. निच् इत्यत्रापि तत्र निच् इत्यत्रापि प्रातिपदिकेभ्यः अपि निच् प्रत्ययः विधीयते केषुचित् स्थलेषु. सामान्यतया अपि धातुतः विधीयते. अपि च काम्यच् इति प्रत्ययः प्रातिपदिकात् अपि विधीयते. तर्हि अत्र सर्वदा धातुतः विधीयते इति नास्ति, प्रातिपदिकात् अपि विधीयते. परन्तु यदा प्रातिपदिकात् अपि विधीयते तदानीं तत्र धातुसंज्ञा एव लभ्यते. धनाद्यन्ताः दातवः इत्यनेन धातुसंज्ञा एव लभ्यते. तदेव तत्र वयं नामदातवः इति वयं वदामः. यतोहि प्रातिपदिकात् धातुसंज्ञा लभ्यते इति कृत्वा नामदातवः. एते सर्वे आतिदेशिकदातवः इत्यपि वक्तुं शक्नुमः. आतिदेशिकदातवः सर्वे दातवः, नामदातवः न सन्ति. यत्र प्रातिपदिकात् विधीयते तदानीं नामधातुः इति वयं वदामः. अतः इदानीम् आहत्य धातुसंज्ञाद्वयं, द्वादयो दातवः इत्यत्र औपदेशिकधातूनां धातुसंज्ञा, सनाद्यन्तादातवः इति तु आतिदेशिकधातूनां धातुसंज्ञा इति संज्ञाद्वयं वर्तते. अस्तु, तर्हि अग्रे शुभदा भगिनी. अग्रे भगिनी एकः प्रश्नः, श्रूयते वा? श्रूयते वा? तत्र क्विप् इति प्रत्ययः, क्विप् इति प्रत्ययः अपि प्रातिपदिकेभ्यः विधीयते. तत् भेदः अस्ति किल? तत् क्विन् प्रत्ययः, तत् क्विप् इति प्रत्ययः किं मन्दमन्दं श्रूयते, किञ्चित् उच्चैः वदतु. अधुना श्रूयते वा भगिनि? अधुना एव श्रूयते, वदतु. अस्तु, क्विप् प्रत्ययः अपि प्रातिपदिकेभ्यः विधीयते किल? तत् समानं वा? एतत् क्विप् समानं वा? एतत् न, क्विप् प्रत्ययः धातुभ्यः अपि विधीयते. क्विप्रत्ययः धातुतः अपि विधीयते. यदा क्विप् प्रत्ययः विधीयते तदानीं तत्र धातुसंज्ञा एव लभ्यते. प्रातिपदिकम् अपि भवितुम् अर्हति किल क्विप् प्रत्ययः? उदाहरणं वदतु. बहुषु स्थलेषु तत्र योजनेन क्विप् योजनेन प्रातिपदिकं लभ्यते. हा सत्यं तत्र क्विप् इति कृत् प्रत्ययः अस्ति चेत् अत्र क्विप् इति प्रत्ययः सनादिप्रत्ययः अतः धातु एव लभ्यते. परन्तु भेदः अस्ति न. अस्तु क्विप् इति कृत् प्रत्ययः विद्यते चेत् तदानीं प्रातिपदिकं लभ्यते. तत्तु भिन्नमस्ति. ओ अस्तु अस्तु भिन्नमस्ति किल. अस्तु अस्तु समीचीनम्. अस्तु एतत् अपि सर्वापहारलोपः अस्ति वा एतत् क्विप् प्रत्ययः अपि भगिनि? आमां क्विप् इत्युक्ते सर्वापहारे एव. अस्तु अस्तु तर्हि इदानीम् अग्रे शुभदा भगिनि. आं भगिनि क्विन् प्रत्ययः क्विप् क्विन् क्विन् इति कृत् प्रत्ययः कृत् प्रत्ययेषु अन्यतमः भवति भगिनि अत्र नास्ति. अत्र साङ्कर्यं न कर्तव्यम् इत्युक्ते समानप्रत्ययः अत्र कश्चन प्रत्ययः तदितप्रत्ययः भवितुमर्हति कृत् प्रत्ययः अपि भवितुमर्हति इनि इति प्रत्ययः कृत् प्रत्ययः अपि भवितुमर्हति तदितप्रत्ययः अपि भवितुमर्हति अतः साङ्कर्यं न कर्तव्यम् इत्युक्ते कस्मिन् प्रसङ्गे एतत् सर्वं ज्ञातव्यं भवति. अतः क्विप् इति वदति चेत् अत्र केवलं कृत् प्रत्ययः इति नास्ति क्विप् इति सन् प्रत्ययः सनादिप्रत्ययः अपि भवितुमर्हति. तादृशसनादिप्रत्ययः भवति चेत् तदानीं धातुः एव लभ्यते न तु प्रातिपदिकं. परन्तु क्विप् इति कृत् प्रत्ययं योजयामः चेत् तदानीं प्रातिपदिकं लभ्यते. अतः यद्यपि प्रत्ययस्य स्वरूपं समानमस्ति परन्तु भिन्न अर्थे भवति. अतः केन सूत्रेण कस्मिन् अर्थे प्रत्ययः विद्यते इति सर्वदा ज्ञातव्यं भवति. अतः क्विप् इति केवलं श्रुत्वा ओ प्रातिपदिकमेव भवति वा एवं भवति वा इति न, कस्मिन् प्रसङ्गे किं केन सूत्रेण विद्यते इति सर्वं वयं जानीमः चेत् तदानीं वयं ज्ञातुं शक्नुमः अन्ततो गत्वा धातुः लभ्यते वा प्रातिपदिकं लभ्यते वा इति एवं ज्ञातुं शक्नुमः. अतः समानप्रत्ययस्वरूपम् अष्टाध्याये बहुत्र दृश्यते. अस्तु भगिनि. अस्तु भगिनि. णिच् प्रत्ययः त्रिप्रकारकः. प्रथमः बिन्दुः यः णिच् प्रातिपदिकेभ्यः विधीयते. मुण्डमिश्रश्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तु तेभोः तेभो णिच् इत्यनेन तदनन्तरं सत्यापपाशरूपवीणातूलश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यनेन च प्रातिपदिकेभ्यः णिच् भिन्ने भिन्नार्थेषु भवति. अतः अस्मिन् पाठे न प्रतिपाद्यते. नामधातुप्रकरणे अयं विषयः आयाति. द्वितीयः बिन्दुः अस्ति यः णिच् चुरादिभ्यः स्वार्थे विधीयते. सत्यापपाशरूपवीणातूलश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यनेन. तृतीयः बिन्दुः यः णिच् प्रत्ययः प्रेरणार्थे विधीयते हेतुमति च इत्यनेन. इति णिच् इति प्रत्ययस्य णिच् इति प्रत्ययः त्रिविधः भवति. प्रथमं तु णिच् प्रत्ययः यः प्रातिपदिकेभ्यः विधीयते. अन्यत् एकः णिच् प्रत्ययः चुरादिभ्यः चुरादिगणीयधातोः अनन्तरं तत्र आयाति. चुरादि सत्यापपाशरूपवीणा इति सूत्रेण. अपि च तृतीयः इति प्रयोजकव्यापारे प्रेषणादौ व्यापारे णिच् प्रत्ययः विधीयते. तत्र हेतुमति च इति सूत्रमस्ति. अतः णिच् प्रत्ययः त्रयः प्रकाराः णिच् प्रत्ययस्य भवन्ति इति तत्र अस्ति. प्रातिपदिकेभ्यः विहितः भवति चेत् तत्र सूत्रद्वयस्य प्रसङ्गः अस्ति. मुण्डमिश्रश्लक्ष्ण इति एकं बृहत् सूत्रम्. अन्यत् सूत्रमस्ति सत्यापपाशरूपवीणा इति. सूत्रद्वयं सूत्रयोः प्रातिपदिकेभ्यः णिच् प्रत्ययः भवति. णिच् एतत् णिच् प्रत्ययः प्रातिपदिकेभ्यः भवति चेत् भिन्नेषु अर्थेषु भवति. तत्र नामधातुप्रकरणे तस्य उल्लेखः अस्ति. इदानीं तु वयं तु धातोः कृते वयं पठामः चेत् चुरादिभ्यः चुरादिगणीयधातोः कृते सत्यापपाशरूपवीणा इत्यनेन तस्य अन्ते अस्ति चुरादिभ्यो णिच् इति. तत्र चुरादिगणीयधातोः कृते णिच् प्रत्ययः स्वार्थे भवति. स्वार्थे नाम तत्र स्वस्य कोऽपि अर्थः नास्ति. सः णिच् प्रत्ययः धातोः अर्थस्य एव पोषणं करोति. अतः केवलं सूत्रस्य आधारेण तत्र चुरादिगणीयधातुः अस्ति चेत् तत्र णिच् प्रत्ययः औत्सर्गिकरीत्या तत्र भवति बै डिफाल्ट्. अपि च तृतीयबिन्दोः प्रेरणार्थेण यत् वयं पठितवन्तः तत्र यस्मिन् प्रयोजककर्ता सः हेतुः अस्ति, सः हेतुः प्रयोजककर्ता यस्मिन् प्रयोजकव्यापारे अथवा प्रेषणादौ व्यापारे वर्तते, सः व्यापारः हेतुमान् व्यापारः इति उच्यते. तस्मिन् व्यापारे अतः हेतुमतिव्यापारे धातोः णिच् प्रत्ययः भवति. सः णिच् प्रत्ययः तु प्रयोजक अर्थे अस्ति, तत्तु स्वार्थे नास्ति, प्रयोजक अर्थे भवति. तत्तु प्रेषणादि व्यापारः सूचयति इति तस्य अर्थः. बहु सम्यक् भगिनी, धन्यवादः. धन्यवादः. इदानीं तत्र समीचीनमात्र स्पष्टमस्ति इति मन्ये, अग्रे गच्छामः. तर्हि इदानीम् अत्र विनय महोदय पठति वा? आं भगिनि. प्रेरणार्थे णिचि त्यन्त निष्पादनप्रक्रिया, ये सामान्य नियमः प्रयुक्तः चुरादिगणेश्वार्थे, ते सर्वे प्रेरणार्थे ण्यन्त प्रक्रियायाम् अपि प्रयुक्तः. यत्र अपि त्यन्तरूपस्य साधनार्थं सोपानत्रयम्, प्रथमसोपान धातुः योग णिच् प्रत्ययः णिजन्तधातुः. णिजन्तधातुः शप् विकरणप्रत्ययः. अत्र अङ्गं त्यन्तप्रत्ययं निमित्तं मत्वः, अतः अङ्ग तिङ्प्रत्ययनिमित्तम् अङ्ग अस्ति. शपविकरणप्रत्ययः चुरादिगणे वयं जानीमः, परन्तु अङ्ग अत्र अङ्गं निष्पन्नः, तर्हि तिङ्प्रत्ययः आयाति, अतः तिङ्यन्तरूपं भवति. अत्र अपि णिच् प्रत्ययस्य संयोजनेन तस्य निमित्तात् प्रमुखकार्यत्रयं सम्भवति. औपदेशकधातोः स्वरूपम् अनुसृत्य, औपदेशकधातोः स्वरूपम् अनुसृत्य वयं पठितवान् सूत्रत्रयम्. अचयणति प्रथमसूत्र, अचयणति प्रथमसूत्र अजन्त भगिनि तावदेव तावदेव इदानीं तावदेव प्रक्रियाया प्रक्रियायां प्रक्रियाम् उक्तवान् वा अत्र कथं भवति प्रक्रिया? सोपानत्रयम् उक्तं खलु? हा, सोपानत्रयं प्रथमदा तु धातुः अस्ति, धातुः अस्ति, औपदेशकधातुः अस्ति, भवादयो अन्तर्गता धातुः अस्ति. तदनन्तरं प्रत्ययः अस्ति णिच् प्रत्ययः. णिच् प्रत्ययः अत्र णिच् प्रत्ययः अर्थात् धातु योगः णिच् अवशेष अर्थात् ह्रस्व इकार. तदनन्तरं ह्रस्व इकार, तदनन्तरं धातु योगा ह्रस्व इकार, शप् प्रत्ययः विकल्पप्रत्ययः इति तर्हि तदेव निजन्तदातुः खलु तदेव निजन्तदातुः हा प्रथम तु निजन्तधातुः अस्ति केवलं नामस्ति निजन्तधातुः प्रक्रिया तु केवलं धातु योगाणिच मेलनम् अर्थात् निजन्तधातुः संज्ञा अस्ति निजन्तधातुः संज्ञा अस्ति परन्तु प्रक्रिया तु अग्रे चलति यदि निजन्तधातुः अस्ति अथ निजन्तधातुः संज्ञा कृतवान् तदनन्तरं शप् प्रत्ययः इति शप् विकरणप्रत्ययः परन्तु शप् विकरणप्रत्ययनिमित्तेन सार्धातुकार्धातु कयोः गुण भवति तदनन्तरं गुण भवति तदनन्तरं सन्धि भवति एचो गुणः गुणः भवितुम् अर्हति परन्तु गुणं प्रबाद्य अन्यत् भवति इति अग्रे पश्यामः धातवः यदा निच्प्रत्ययं योजयामः तदानीं सर्वे धातवः इगन्ताः भवन्ति इकारान्तः ह्रस्वइकारान्तः भवन्ति इगन्त तर्हि एव वयं नूतनधातु आतिदेशिक वदामः यथा इकारस्य कारणेन इगन्तस्ति इगन्तकारणेन गुणः भवति वयं गुणः भवितुम् अर्हति गुणः न अत्र तु क्षम्यतां निच्प्रत्ययं योजयित्वा तत्र एव तत्र अचोयनिति इत्यस्य कार्यं यदा निजन्तधातुः लब्धः निच्प्रत्ययं यदा धातुतः निच्प्रत्ययः भवति तदानीं निच्प्रत्ययं निमित्तीकृत्य कतिचन कार्याणि भवन्ति धातौ तदानीं निजन्तधातुः लभ्यते यदा निजन्तधातुः लभ्यते तदानीं यदा तत्र तिङ् प्रत्ययः विधीयते वस्तुतः निजन्तधातुतः तिङ् प्रत्ययः विधीयते खलु सः तिङ् प्रत्ययः कर्त्रार्थे अस्ति चेत् तदानीं तत्र शप् इति विकरणप्रत्ययः आयाति तर्हि इदानीं शपं निमित्तीकृत्य गुणः भवति इति यदा यद् भवान् उक्तवान् तत् समीचीनं परन्तु यतोहि अत्र त्रीणि एव सोपानानि दत्तानि प्रथमसोपाने एव निष्प्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति धातौ तदानीं निजन्तधातुः लभ्यते तत्पश्चात् शपं निमित्तीकृत्य निजन्तधातौ गुणः सर्वधातुकार्धधातुकयोः इत्यनेन यथा भवान् उक्तवान् इदानीम् अग्रे वदतु सूत्र अचोयणति सम्बद्धः अस्ति वयं जानीमः परन्तु अन्यत् सूत्र अपि भवन्ति उपधाया अपि च उपगन्तलघुपदस्य अन्यविषयः परन्तु अत्र अङ्गं निर्माण भवति अङ्गनिर्माण भवति यथा सम्पूर्णप्रक्रिया आगच्छति तत्र एव अङ्गनिर्माण भवति तदनन्तरं तिङ् प्रत्ययः आयाति तदनन्तरं विवक्षा अनुसार तिङ् प्रत्ययः भवति सम्यक् समीचीनं समीचीनं बहु समीचीनं सम्यक् अस्ति महोदय धन्यवादः इदानीम् अग्रे अन्य कोऽपि वदति इदानीं विजया भगिनी अग्रे हा महोदय अत्र अचोनिति इति अस्ति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे येन विधि तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च न च ञौ ञौ इतौ यस्य तत् नित् तस्मिन् निति द्वन्द्वगर्भबहुवीर्घिसमासः अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रं वृजेद्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः नीति अचोनीति इति परिचित सूत्रमस्ति अत्र वृद्धिः कार्यस्य अत्र सूत्रम् एतदेव भवति अत्र अचोनीति इति अजन्त अङ्गस्य एव अनन्तरम् अन्त्यवर्णस्य एव अत्र निमित्तं भवति अजन्त अङ्गस्य अनन्तरं अन्त्यवर्णस्य एव अत्र निमित्तं भवति, अस्ति चेत् वृद्धिः भवति. एतत्तु नीति नीति प्रत्यये परे अस्ति चेत् एव. अनन्तरम् एतत् विधि तदन्तस्य इत्यनेन अचः अङ्गस्य एव नाम केवलम् अच् इत्यस्य अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अपि अत्र वृद्धिः भवति. एतत् येन विधि तदन्तस्य इति विधिं सूचयति अत्र. अनन्तरम् इतोपि अत्र अन्यकार्यमपि अस्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव तत् स्थाने एव वृद्धिः भवति. अनन्तरं विजयर्वृत्तिः इत्यस्मात् एतदपि अनुवृत्तिसहितसूत्रमस्ति, अत्रापि वृद्धिः भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्, अचः अङ्गस्य एव वृद्धिः निति च प्रत्यये परे अस्ति चेत् भवति इति तत्र दत्तम्. तावदेव खलु महोदय? समीचीनं समीचीनं. तर्हि सूत्रे तु अचोयणिति इति एव अस्ति, अचोयणिति इति अस्ति, अङ्गस्य अधिकारे अस्ति, अङ्गाधिकारे इदं सूत्रम्. अतः अङ्गस्य इत्यस्य अधिकारः, अपि च मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. तर्हि अचः अङ्गस्य इत्यत्र अच्छिति अङ्गम् इति एव लभ्यते, परन्तु अत्र कार्यक्षेत्रम् इतोपि बृहत् बृहत् अपेक्षितम् इति कृत्वा केन विधिस्तदन्तस्य इत्यनेन न केवलम् अच्छिति अङ्गं परन्तु यस्य अन्ते अच्छस्ति तस्यापि ग्रहणम् इति कृत्वा तर्हि अजन्तस्य अङ्गस्य वृद्धिः इति उक्तं. सम्पूर्ण अङ्गस्य वृद्धिः वा इति चेत् न, अलोन्त्यस्य इत्यनेन केवलम् अन्तिमवर्णस्य वृद्धिः इत्युक्तं. निमित्तमस्ति इति णिति प्रत्यये परे इत्युक्तम्. अत्र इति णिति प्रत्यये परे इत्युक्ते ञकारः इत् यस्मिन् प्रत्यये अथवा णकारः इत् यस्मिन् प्रत्यये तत्र णित् णित् अथवा इत् इति वयं वदामः. अस्तु तर्हि विजयभगिनी भवती एव उदाहरणं स्वीकृत्य वदतु प्रेरणार्थकनिचि. आं महोदय, अत्र प्रेरणार्थक निच् यथा नियोगः निच्, अत्र अचोनिति इत्यनेन दीर्घ ईकारस्य स्थाने धृतिः भवति अथवा नञ् इति भवति. निच् इत्यनेन अनुबन्धलोपानन्तरं नि एव तिष्ठति. अनन्तरं नञ् इति अस्ति अत्र, एतत् सार्वधातुकम् अर्ध सार्वधातुक अर्धधातुकयोः इत्यनेन ने भवति. अनन्तरम् एचो यव यावः इत्यनेन आय् भवति. इदानीं नाय् भवति, नाय् योः इ योजनेन नायि इति नूतन अङ्गं भवति. अनन्तरं निच् प्रत्ययं योजनेन नाय इति. पुनः वदतु तत्र, मया सम्यक् न श्रुतं, पुनः वदतु. अत्र प्रेरणार्थक निच् यथा नि अस्ति, नि योः निच् अत्र नि इति अस्ति. अचोङ् निति इत्यनेन अत्र वृद्धिः भवति, अतः ईकारस्य स्थाने ऐकारः भूत्वा नञ् इति भवति. अनन्तरं निच् इति अस्ति, अत्र अनुबन्धलोपानन्तरम् ई एव तिष्ठति. इदानीं सार्वधातुक अर्धधातुकयोः इत्यनेन ऐकारस्य ऐकारस्य स्थाने आय् भवति, अतः नाय् भवति. नाय् योगः ई नायि इति नूतन निच् प्रत्ययम् अत्र नूतन अङ्गं भवति. अनन्तरं नूतनधातुः भवति. अनन्तरम् अत्र तद् न प्राप्तम् इदानीम्. इदानीं नाय् इति धातुः लब्धम्. इदानीम् अग्रे वदतु. आम्, अनन्तरं अनन्तरं नाय्य इति भवति. अनन्तरं भवती क्रमेण न वदन्ति अस्ति. नायि योगः शप् योगः ति, नायि योगः शिप् न शप् योगः ति. इदानीं शप् इत्यस्य अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. नायि योगः अकारः नाय यति, नाय नायि अकारः योगः ति भवति. इदानीमेव अत्र इकारस्य स्थाने एकारः भवति शप् इति अस्ति अत्र एव सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भूत्वा ना ये इति भवति एकारस्य स्थाने ऐ आदेशः भवति एचो यवा यावः इत्यनेन इदानीं नाय इति एकारस्य स्थाने किं कः आदेशः ऐ आदेशः खलु आम् आम् अयादेशः अतः नाय इति भव नाय इति भवति अत्र तिप्तश्चि इति बृहत्सूत्रेण प्रथम पुरुष एकवचनस्य विवक्षा अस्ति अतः ति योजनेन नाययति इति अन्तिमरूपं निष्पन्नं भवति महोदय सम्यक् सम्यक् समीचीनम् अस्तु इदानीम् अग्रे उषा भगिनी आं भगिनि अथ उपधायाः उपधायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तम् द्विपदमिदं सूत्रम् मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचोण्णिति इत्यस्मात् नकार नकार णिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः ङिति णिति अत उपधायाः इति सूत्रस्य विवरणम् उपधायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे यस्य प्रत्ययस्य कृते ङित् अथवा णित् इति इत् संज्ञा इत् अस्ति तस्य तत् परः अस्ति चेत् धातोः उपधायाम् अत् अस्ति चेत् तत् अतः वृद्धिः भवति इति सूत्रं वदति अतः उपधायाः अतः इति षष्ट्यन्तम् उपधायाः इति षष्ट्यन्तं द्विपदमितं सूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः ङिति णिति प्रत्यये परः अस्ति चेत् प्रेरणार्थक णिचि यथा पट् योगः णिच् इति कृते पाटि इति नूतनधातुः सिद्ध्यति पाटि पट् योगः णिच् अकारः उपधा अस्ति णिच् इति प्रत्ययः विधीयते णिच् इति प्रत्ययः विधीयते अत्र णिच् णकारः इत्संज्ञा अस्ति इत्यनेन अथ उपधायाः इत्यनेन पट् योगः इ पाट् योगः इ इति भवति पाटि इति नूतनधातुः सिद्ध्यति सनात्यन्तधातवः इत्यनेन पाटी योग पाटी इति नूतनधातोः कृते लटीरूपं क्रियते पाटीयोगः लट् पाटीयोगः शप् योगः तिङ् इति भवति इति भवति पाटीयोगः शप् शप् इति कर्तरात्रे शप् इति विधीयते चेत् अत्र धातोः गुणः भवति इत्यनेन पाटी इति पाटे योगः अयोगः ति इति भवति सार्वधातुक आर्धधातुकयोः इत्यनेन पाटि इत्यस्य कृते गुणः सिद्ध्यति इत्यनेन पाटे योगः अयोगः ति इति भवति अनन्तरं पाटे योगः अ एचो अयवायावः इत्यनेन एकारस्य स्थाने अकारयकारः भवति इत्यनेन पाटै योगः अकार योगः ति पाठय योगः ति पाठयति इति भवति इति सिद्ध्यति सम्यक् तर्हि अत उपधायाः इति सूत्रम् अस्ति अस्माकं परिचितमेव सरलमेव सूत्रम् अङ्गस्य उपधायाम् अत् वर्णः तस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति अकारः दीर्घ आकारः भवति इति निति प्रत्यये परे इति अस्ति तर्हि धातुः हलन्तः अस्ति अपि च उपधायां ह्रस्व अकारः अस्ति चेत् अस्य कार्यं भवति अस्तु तर्हि अग्रे पुगन्तलघुपदस्य च इति सूर्यकुमारी भगिनी पठतु हा भगिनि पुगन्तलघुपदस्य च सार्वधातुके अर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति पुक् अन्ते यस्य तत् पुगन्तम् लघ्वी उपधा यस्य तत् लघु उपधम् लघुपदम् पुगन्तच्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकर्तधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रम् इकः आयाति यत्र स्थानि नोक्तम् अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुकार्थधातुकयोः पुगन्तलघुपदस्य च सूत्रं वयं पठामः पूर्वमेव सार्वधातुके वा अर्धधातुके वा प्रत्यये परे पुक् अन्तस्य अङ्गस्य अथवा लघु इक् उपदस्य च गुणः भवति इति तत्र विवरणमस्ति. पुक् अन्ते यस्य तत् पुगन्तं लघ्वि उपदायस्य तत् लघुपदं पुगन्तञ्च लघुपदञ्च तयोः समाहारद्वन्द्वः भवति तस्य पुगन्तलघुपदस्य इति अर्थः. पुगन्तं किं पुगन्तं किम् अन्तपुक् अस्ति तत् पुगन्तम् इति कीदृशसमासः पुक् अन्तं पुक् अन्तं पुगन्तम् पुगन्तं पुगन्तं नास्ति पुक् अन्ते यस्य तत् इति बहुव्रीहिसमासः खलु तर्हि पुगन्तम् इति विशेषणं खलु सत्यं कस्य विशेषणं धातुविशेषणं न पुगन्तम् अन्ते अङ्गम् अङ्गस्य अङ्गस्य विशेषणं खलु क्षम्यताम् आम् अङ्गस्य विशेषणम् अत्र धातुः अपि भवितुमर्हति परन्तु अत्र तु अङ्गम् अङ्गे यस्य तत् इति अङ्गम् अङ्गस्य विशेषणं लघ्वी उपदा यस्य तद् लघुपदं कस्य विशेषणं तदपि बहुव्रीहिः खलु भगिनि लघु कस्य विशेषणम् अङ्गस्य विशेषणमेव हा तर्हि पुगन्तम् अपि च लघुपदम् इति द्वयमपि विशेषणं तर्हि इति विशेषणद्वयं स्वीकृत्य अत्र समाहारः कृतः समाहारद्वन्द्वः कृतः पुगन्तलघुपदं तर्हि पुगन्तलघुपदम् इति समाहारद्वन्द्वः एकवचने अस्ति पुगन्तलघुपदं किम् इति चेत् अङ्गमेव पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदम् अनुवृत्तिसहितं मिदेर्गुणः गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः पूर्ण अनुवृत्तिः अङ्गस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रमस्ति इकः अनुवृत्तिः भवति पूर्ण अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुकार्धधातुकयोः इति अन्तिम अनुवृत्तिसहितसूत्रं सम्यक् सम्यक् समीचीनं धन्यवादः भगिनी. इदानीम् उमा भगिनी प्रक्रियां वदतु लिक् योगः निच् ओके निच् योगः सोरि लिक् योगः निच् ओके अत्र लिक् इति धातु निच् इति प्रत्यय निच् नित्य निच् प्रत्यये नकारः लोपानन्तरं चकारः लोपानन्तरम् इ एव अवशिष्यते. देन् लिक् इति धातु अत्र पुगन्तलघुपदस्य सूत्रस्य इकारः इगन्तपदं लघु इक् भवति. तदेव गुण भवति. सो लेक् इति लेक् इति आगच्छति. लेक् प्लस् इ लेखि इति आगच्छति. लेखि प्लस् निच् लेखि प्लस् शप् पुगन्त सारि एचोयवायः सूत्रस्य इको ऐ इ प्लस् न न लेखी लेखीयोगः शप् इत्यत्र किं भवति? शप् मे आकारः अवशिष्यते. लेखी योगः अ एचोयवः सूत्रस्य ऐ आगच्छति. लेख न लेखी इति ईकारः अस्ति, तत्र कथम् ऐ आगच्छति? सारि अवसानं ऐ मीन् अन्ते सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः सार्वधातुक आर्धसूत्रस्य गुणः भवति. सो लेखे आगच्छति. लेखे प्लस् अ ऐ आगच्छति. लेख् प्लस् ऐ लेखय लेखय प्लस् ति लेख इति आगच्छति. समीचीनं. तर्हि आहत्य वयं किम् अवगन्तुं शक्नुमः इति चेत् अत्र निजन्तप्रसङ्गे केवलं त्रीणि प्रमुखसूत्राणि सन्ति. अजन्तधातुः अस्ति चेत् अचोयणिति, अपि च हलन्तधातुः अस्ति चेत् उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इत्यनेन वृद्धिः, उपधायां लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति इति आहत्य त्रीणि कार्यं भवति. अत्र किं निजन्तधातोः सम्पादनार्थं निजन्तधातोः सम्पादनार्थं सनाद्यन्ताधातुः इति तत्र धातोः प्रापणार्थं त्रीणि कार्याणि सन्ति. अचोयणिति, अतोपदायाः, अपि च पुगन्तलघुपदस्य च इति सूत्रं. तर्हि इदानीम् अग्रे वंशी भगिनी पठति वा? आं भगिनी पठिष्यामि. चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्. चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव चुर्योगः निच् चोरी तथा प्रेरणार्थे विवक्षा भवति चेत् द्वितीयः निच् प्रत्ययः विधीयते चोरीयोगः निच्. अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदं नेरनिति षष्ठमाध्याय चतुर्थपादे एकचतुर्विंशति सूत्रमस्ति. एकचतुर्विंशतितमं सूत्रमस्ति. यस्य आर्थधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् नो चेत् निच् द्वयोः ग्रहणम्. उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्तम् अनिति सप्तम्यन्तं द्विपदम् इदं सूत्रम्. अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्थधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेः लोपः अनिति आर्थधातुके. अस्तु, तत्र सर्वेषु गणेषु प्रेरणार्थे निच् भवितुम् अर्हति, परन्तु चुरादिगणीयस्य वैशिष्ट्यं किम् अस्ति इत्युक्ते स्वार्थे निच् अपि भवितुम् अर्हति. अतः तत्र चुर्योगः निच् चोरी इति आदिदेशकधातुः भवति. तस्मात् अनन्तरम् अपि तत्र प्रेरणार्थे निच् भवितुम् अर्हति इत्येव वैशिष्ट्यं चुरादिगणीयधातूनां विषये. अत्र चुरादिगणीयधातूनां विषये तत्र अपि च तत्र आर्थधातुकप्रत्ययविषये नेरनिति इति नूतनसूत्रमस्ति. नेरनिति किं वदति इत्युक्ते यत्र आर्थधातुकप्रत्ययस्य यत्र आर्थधातुकप्रत्यये परे अस्ति तत् प्रत्ययस्य यदा इडागमः न भवति तस्मिन् समये तत्र पूर्वस्य निच् प्रत्ययस्य लोपः भवति इति सूत्रार्थः अस्ति. तत्र नि इत्यस्य किं भवति इत्युक्ते नि इत्यस्य ग्रहणं नी अपि च निच् द्वयोः ग्रहणं भवति, यतोहि तत्र अनुबन्धलोपानन्तरं नी एव अवशिष्यते. अत्र सूत्रमस्ति अनुवृत्तिसहितसूत्रमस्ति, नेह लोपः अनिति आर्थधातुके. नेह लोपः कस्य लोपः इत्युक्ते नीप्रत्ययस्य लोपः कदा भवति इत्युक्ते आर्थधातुकप्रत्यये परे अस्ति चेत्. कीदृश आर्थधातुकप्रत्यये अस्ति चेत् अनिति धातुधातुकप्रत्यये इत्युक्ते तत्र यः आर्थधातुकप्रत्ययः अस्ति तस्य यदा इडागमः न भवति तस्मिन् समये पूर्वस्य नेः लोपः भवितुम् अर्हति इति एव सूत्रार्थः. समीचीनं समीचीनम्. अत्र अनीति इत्यस्य अर्थः कः? तत्र तु पर्युदासः इति चिन्तयामि. तत्र अनिति इति निट् निट् अनि समासः अस्ति कथं वक्तव्यं चिन्तयामि. नैतत्पुरुषसमासः नैतत्पुरुषसमासः अस्ति तत्र प्रसज्य पर्युदासः इत्येव चिन्तयामि. निट् नास्ति इति अनिटि इत्युक्ते तत्र न इट् अनिट् इति भवति, नैतत्पुरुषसमासः इति भवति. पर्युदासः एव भवति इति चिन्तयामि भवन्तः. तस्य अर्थः कः? अनिति तत्र इदागमः यत्र नास्ति इट् इत् इति तत्र तु नास्ति इति वदति चेत् तदानीं तत्र पर्युदासः इति कथम्? इट् नास्ति इति वदति चेत् पर्युदासः कथम्? नास्ति इति वदति खलु, व्यय अन्वयः क्रिम्यान्वयः इत् नास्ति इत्युक्ते तत्र प्रसज्य प्रतिषेधः भवितुम् अर्हति किल, तत्र क्रियया अन्वयः भवति चेत् न इत् भवती न भवती प्रथमतया उक्तवती पर्युदासः इति उक्तवती, परन्तु विवरणे प्रसज्य प्रतिषेधः इति वदति. किम् अस्ति? न न तत्र प्रसज्य प्रतिषेधः एव भवति. प्रसज्य प्रतिषेधः एव वा? एव भवति. इदानीं तदेव तदेव गृहपाठः अस्ति. अनिति इति किम्? अनिति इति किम् इत्युक्ते तत्र अनिति इत्यस्य विवरणं कथं वक्तुं शक्यते इति चिन्तनं कुर्वन्तु. न इट् इति भवति किल, तत्र न इट् न इट् इत्यत्र संशयः नास्ति. नैतत्पुरुषसमासः न इट् यथा अधर्मः न धर्मः अधर्मः एवं रीत्या न इट् अनिट् इति तत्र क्लेशः नास्ति, परन्तु न इट् इत्यस्य अत्र कथं विवरणीयम्, अत्र कीदृशनिषेधः अस्ति इति चिन्तयन्तु. अग्रिमसप्ताहे वयं पश्यामः. इदानीं तत्र कश्चन दीनबन्धुः इति अस्ति, कः अस्ति भगिनी? अहमस्मि, लक्ष्मी अस्मि भगिनि. नमस्ते भगिनि वा? अस्तु, नमस्कारः. क्षम्यता विलम्ब जाता. नास्ति चिन्ता, तत्र तदेव अहं चिन्तयन्ति कः अस्ति दीनबन्धुः. अत्र प्रायः स्वरूप् महोदय स्वरूप् महोदयेन आगतं वा इति मया चिन्तितम्. अस्तु, भवती पठितुम् इच्छति वा? आं पठामि भगिनि. अस्तु, अग्रिमपरिच्छेदं पठतु, वयं समापयामः. अस्तु भगिनि. निच् प्रत्ययः बलादिः नास्ति इति कारणतः तस्य इडागमः न कदापि भवति. अनेन चुरादिगणे कश्चन निजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः णिच् प्रत्ययः विधीयते तदा प्रथमनिचः स्वार्थिकनिचः लोपो भवति. अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं सम्भवति. द्वितीयवारं णिचः विधानं भवति, किन्तु नेरनटि इत्यनेन प्रथमस्य लोपः भवति. अतः चुरादिगणे स्वार्थिकनिचः प्रेरणार्थकनिचः तिङन्तरूपं समानं भवति. नेरनटि इति सूत्रं यथा उक्तं चुरादिगणीयः धातूनां कृते एव एतस्य सूत्रस्य प्रयोगः भवति इति ज्ञायते. यतः प्रथमतः णिच् प्रत्ययः स्वार्थे णिच् णिच् चुरादिगणे ये धातवः सन्ति तेषां कृते यत्र णिचन्तप्रयोगः प्रेरणार्थे णिच् प्रयोगः कुर्मः तस्मिन् अर्थे इत्युक्ते प्रेरणार्थः धातवः प्रयोगः भवति तस्मिन् सन्दर्भे णिच् इत्यस्य पुनः प्रत्ययः विधानं भवति तस्मिन् वेलायां प्रथमनिचक निचः इत्युक्ते स्वार्थिकः निचः लोपः भवति नेरनिति इति सूत्रेण. तदर्थं किं भवति इति चेत् रूपं समानं भवति. चुरादिगणीयधातूनां कृते स्वार्थे निच् अपि च प्रेरणार्थे निच्छन् निच् धातूनां रूपं समानं भवति नेरनिटि इति सूत्रेण तस्य कारणेन इति अत्र उक्तमस्ति. संक्षिप्तरूपेण उक्तवती. समीचीनं समीचीनं बहु समीचीनं. तर्हि अत्र यथा भगिनी उक्तवती तत्र चुरादिगणे चुरादिगणीयधातु धातुतः तु चुरादिगणे स्वार्थे निच् प्रत्ययः भवति एव. तदानीं तादृशधातुतः पुनः द्वितीयवारं प्रेरणार्थे निच् प्रत्ययं योजयितुम् इच्छामः चेत् तदानीं प्रथमः निचः लोपः भवति नेरनिटि इति सूत्रेण. तर्हि आहत्य एकः एव निच् भवति. तत्तु प्रेरणार्थे निच् भवति. स्वार्थिकनिचः लोपः भवति सर्वेभ्यः चुरादिगणीयधातुभ्यः इति अत्र स्मर्तव्यम्. अस्य विषये इतोपि किञ्चित् चिन्तनं कुर्मः अग्रिमसप्ताहे. पुनः नेरनिटि इति सूत्रमपि वयं अग्रे पठिष्यामः. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? शोभाभगिनी भवती सनाद्यन्तदातवः इत्यस्मिन् विषये अवगतं खलु? अवगतम् इति मन्ये भगिनि. किं मया मम संशयः आसीत् भवती सर्वम् अवगतवती वा इति. अवगतवती इति मन्ये भगिनि. तत्र भवत्याः प्रश्नः आसीत् तत्र सनादयः इति किं, सनाद्यन्तः इति किम्, अपि च कदा सनाद्यन्तः इति तस्य नामकरणं भवति इति अवगतं. विशेषणं अस्मिन् विषये विशेषणं किमर्थं केन रूपेण विशेषणं भवति इति इत्युक्ते तत्र समुदाय यदा धातोः सः सन् तत्र द्वादशेषु प्रत्ययेषु अन्यतमः योजितः भवति तत्र समुदायः इति भवति तदा सनाद्यन्तः इति तस्य नामकरणं तस्मिन् प्रसङ्गे भवति इति. अतः तत्र इदानीं सनाद्यन्तः इति विशेषणं भवति. समुदायः इत्युक्ते तत्र समुदायस्य सनाद्यन्तः इति नामकरणं तादृशः सनाद्यन्तः विशेषणं भवति इति सम्यक् वा? तस्य एव धातुसंज्ञा भवति. तस्य धातुसंज्ञा भवति सनाद्यन्तः इति धातुसंज्ञा भवति. इत्युक्ते समुदायस्य सनाद्यन्तः इति नामकरणं भवति चेत् तत्र एव धातुसंज्ञा अपि भवति. सनाद्यन्तः इति नामकरणं नास्ति, सनाद्यन्तः इति विशेषणमस्ति. सनाद्यन्तः इत्युक्ते सनादिप्रत्ययः यस्य अन्ते अस्ति तादृशसमुदायः, समुदायस्य नामकरणम् अस्ति धातुः इति. धातुः इति समुदायस्य एव नामकरणं धातुः सनाद्यन्तधातुः इति. सत्यम्. अस्तु भगिनी, नेरनिति इति सूत्रे तत्र वंशी भगिनी किञ्चित् उक्तवती प्रसुज्य पर्युदासयति तत्र मया न विस्मृतं सर्वं विस्मृतं मया सर्वं विस्मृतम् इति अहं जानामि. तदर्थमेव किञ्चित् पुनस्मरणं कृत्वा आगच्छन्तु इति उक्तवती. तर्हि अग्रे वयं द्रष्टुं शक्नुमः. अत्र अस्माकं करपत्रेषु अपि कुत्रचित् अस्ति करपत्रं किम् अस्ति इति चेत् तत्रापि पठित्वा आगन्तुं शक्नुवन्ति. तत्र 06A01 अस्तु भगिनि. 06A02 क्षम्यतां 02 06A02 इत्यत्र पश्यन्ति चेत् प्रसज्यप्रतिषेधः पर्युदासः इति द्वयोः विवरणम् अस्ति. तर्हि एकवारं पठित्वा आगच्छन्तु मया पूर्वं द्विवारं वा प्रतिपादितम् आसीत् तस्य च प्रतिषेधः अपि च पर्युदासः इति. इदानीम् अग्रिमसप्ताहे पुनस्मरणत्वेन वयं कुर्मः. यः पुनस्मरणं कृत्वा आगच्छति सः तु अस्मान् सर्वान् पाठयति. अस्तु अस्तु भगिनि. अस्तु धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. नमस्कारः.